नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे यङ् लुकन्तधातूनां साधुधातुकलकारेषु तिङन्तरूपाणि इति पाठः प्रवर्तते. तत्र वयम् अनिदित् न तत् समाप्तं सम्प्रसारणी धातवः किल, तदेव आसीत् क्षितिपा शपा निर्दिष्टम्. सम्प्रसारिणः दातवः क्षितिपा शपा अनुबन्धेन निर्दिष्टं, यत् गणेन च यत्र एकात् ग्रहणं किञ्चित् पञ्चैतानि न यङ्लुकि इति दृष्टवन्तः. अनेन क्षितिपा निर्दिष्टानां पञ्चानां यङ्लुकि सम्प्रसारणं न भवति इति आसीत्. ग्रहीज वयि व्यधि वष्टि विचति विचति पृच्छति वृजतीनाम् इति च इति सूत्रेण एव अस्माकं सम्प्रसारणकार्यं भवति स्म. तत्र अनेनैव अस्माकं सम्प्रसारणकार्यं भवति कितिङ् इति प्रत्यये परे. परन्तु यङ् लुकि किं भवति इत्युक्ते क्ष्टिपा निर्दिष्टत्वात् तस्य यङ् लुकि सम्प्रसारणकार्यं न भवति. धातोः रूपाणि तु अवश्यं साधयामः, परन्तु सम्प्रसारणकार्यं न भवति अत्र. अतः अत्र ग्रह जाग्रह ज्या जाज्या व्यद् वा व्यद् इति त्रयाणां धातूनामेव सम्प्रसारणकार्यं यङ्लुकि, अन्येषां तु सामान्यकार्यमेव. सम्प्रसारणकार्यं यङ्लुकि न भवति इत्येव. अत्र वयं व्यद् इत्यस्मात् आरम्भं करणीयं. वा व्यथ् इति धातुः जाज्या ग्रह जाग्रह जाज्या द्वयं साधितवन्तः, यत्र सम्प्रसारणकार्यम् आसीत्. इदानीं तृतीयधातुः वाप्यत् इति. महोदय भवान् एव आरम्भं करोति वा? नमस्कारः महोदय. नमस्ते भगिनि, स्वागतं. अस्तु महोदय. व्यधि एतत् सम्प्रसारणं धातु अस्ति, व्यधि इति अत्र व्यधि अतः भवति एव. व्यध् योग एकनिमिष व्यावध् व्यावध् एकनिमिष विजया भगिनी प्राप्तं वा कुत्र अस्ति इति? तत्र वा व्यद् इति सम्प्रसारणधातुः ग्रह जाग्रह ज्याज्या कृतवन्तः, इदानीं तृतीयधातुः स्वीकृतवन्तः वा व्यद् इति. आं महोदय. व्यद् खलु वा व्यद् योग ति, इदानीं ति इति पित् अस्ति इति सम्प्रसारणं तत्र न भवति. वा व्यद् योग ति तत्र जशस्ततोः दोदः इति जश् अस्ति व्यावद् योग जस्ततो धि व्यावद् योगधि व्यावद् व्याव्यद्धि अनन्तरं तत्र जलां जर्जसि इत्यनेन तत्र ह्रस्वत्वं व्यावद्धि व्यावद्धि वाव्यद्धि खलु सत्यं वाव्यद्धि अस्तु व्यद् योग इति वर्णमेलनं व्यावधीति इति. व्याव्यद् योगतः व्याव्यद् योगतः अत्र सम्प्रसारणं भवति ग्रहिज्या इत्यनेन तत्र नित् ग्रहिज्या इति नित् अस्ति अतः नित् अपि भवति अतः अपि नित् अस्ति इति कृत्वा व्याव्यद् योगतः तत्र सम्प्रसारण सम्प्रसारण इत्यनेन वा व्यद् तत्र वकार यकारस्य इकारस्य यकारस्य एव भवति व्याविद् योगतः अनन्तरं जशस्ततोः दो दः इत्यनेन व्याविद् योगदः अनन्तरं जस्त्वं व्याविद्धः इति वाविद्धः वा क्षम्यतां वाविद्धः खलु वाविद्धः वाविद्धः आम् सत्यम् अग्रे व्याव्यद् योग अति अत्रापि सम्प्रसारणं भवति व्याविध योग अति व्याविधति सोरि वा विधति क्षम्यता वा व्यद् खलु वा विधति इति भवति वा विधति तत्र व्यावद् योगसि तत्र व्याविध् योगसि तत्र धकार सकारः अस्ति तत्र चर्त्वं भवति एकनिमिष एकनिमिषम् क्षम्यतां भगिनि व्याव्यद्योगसि अत्र सम्पुटः न भवति व्याव्यसि इति भवति चत्वं भवति व्याव्यधीषि यत्र किमपि वर्णमेलनं व्याव्यद्योगतः अत्र सम्प्रसारणं वाविध् योगतः वाविध् योगदः अनन्तरं वाविद् योगदः वाविद्धः तत्र जसत्ततोदोदः अपि च जलां जर्जसीत्य तर्हि वाविद्धः इति भवति तथैव वाविद्ध इति भवति व्याव्यध् वाव्यध् योगमि तत्र सम्प्रसारणं नास्ति वाव्यध्मि एव कं व्याव्यध्मि एव कं किमपि सत्यं सत्यं वाव्यधीमि इति अस्ति वः इति अस्ति तत्र सम्प्रसारणं भवति अपि नित् वाविद् वाविद् योगवः वाविद्वः वाविद्वः तत्र जलां जर्जसि न भवति वाविद्वः वाविद्मः इति सत्यं तर्हि वाव्यधि वाव्यधीति वाविद्ध वाविद्धः वाविधति वाव्यसि वाव्यधीषि वाविद्धः वाविद्ध वाव्यध्मि वाव्यधीमि वाविद्वः वाविद्वः वाविद्मः समीचीनं सम्यक् महोदय तदेव केवलं तत्र इति इति एव सम्प्रसारणम् इति कृत्वा द्विवचने वाविद्वः वाविधति वाविधति इति रूपाणि अन्यत्र सर्वत्र जशस्ततोर्दोर्गः इत्यनेन कार्यम् अनन्तरं जष्टो यथा सामान्य धन्यवादः महोदय अरुणा भगिनी लोट् आं भगिनि लोट् लकारे सूतात् एकवचनं वाव्यद् युगः तु कित् अस्ति अतः सम्प्रसारणं न भवति जलां जष्टोर्धः इत्येन सकारसेन धु आगच्छति तदनन्तरं जष्टि इति सूत्रेण धकारस्थाने अल्पस्थान धकार आगच्छति वाव्यद्धुः व्याव्यद्धु भवति व्यद्धु सत्यं तात् अस्ति तात् अपित् अस्ति अत्र सम्प्रसारणं भवति विद् योगः तात् अत्रापि तकारस्थाने मूर्धन्यतकार धकार आगच्छति तदनन्तरं पूर्वधकार वाविद् धकारस्थाने अल्पप्राणधकार वाविद्धात् वाविद्धात् भवति समीचीनं तदनन्तरं अत्तु अत्तु अपि अस्ति ताम् अपि अपि अस्ति सम्प्रसारणं भूत्वा वाविद् योगः तान् समानमेव जस्ट् जस्ट् चतुर्धः इति न तकारस्थाने धकारः आगच्छति तदनन्तरं सूत्रं किं जशो जषि भगिनि दशश्चतुर्धः अन्य अनन्तरं जश् शो जशि इति जलां जश् जशि जलां जश् जलां जश् तकार धकारस्थाने धकार आगच्छति वाविद्धां वाविद्धां भवति अतु अपित् अस्ति सम्प्रसारणं भवति वाविद् योगः तु वर्णमेलनं वाविदतु भवति मध्यमपुरुषे हि तं हि अपित् अस्ति कतः प्रथमं वाविद् सम्प्रसारणं भूत्वा वाविद् योगः हि तत्र घकार आगच्छति हि स्थाने वर्णे हि स्थाने धी धी एव पूजल् पूजल् व्यो हे धिः किल तेन हि धी भवति वाविद् योगः धि व्याविद्धि भवति दकारस्थाने अल्पप्राणदकार वाविद्धि भवति सत्यं तां तात् अस्ति अत्रापि कदापश्य एव तित् अस्ति कारण वाविद्धात् सत्यं ताम् अपि अस्ति सम्प्रसारणं भूत्वा वाविद् योगः तं तम् अत्र जश्च षोडशि इत्यनेन धकारस्थाने धकारधम् अस्ति जलान् जश् जशि इत्यनेन धकारस्थाने अल्पप्राणधकार वाविद्धं भवति वाविद्ध बहुवचने आनि आव आम सर्वे सर्वाः टिक् अस्ति अतः केवलं सम्प्रसारणं न भवति केवलं वर्णमेलनेव वाविद्ध वाविद्धानि वाविद्धानि वाविद्धाव वाविद्धाम समीचीनं भगिनि सम्यक् तदेव धन्यवादः विद्या भगिनी लङ् महोदय अत्र लङ् प्रत्ययाः इत् सा उः इस् इः तं स अं व म अस्ति अत्र धातुः तु वश अस्ति वा वश इति भवति इन्दन्तु वा व्यद् पूर्वं पूर्वम् व्यद् अस्ति अत्र वा व्यद् तु प्रथमं दीर्घ वा अस्ति व्या वकारक वकारस्य स्थाने उकारः भवति खलु महोदय न न तद् सम्यक् एव परन्तु अत्र न अत्र तत्र तादृशं न भवति न न तत्र यङ्लुकन्तधातुः किल वा व्यत् इति अस्ति तत्र वकारः आकारः पुनः वकारः यकारः दकारः इति अस्ति तत्र वयं पूर्वमेव एकं सूत्रं पठितवन्तः किल न सम्प्रसारणे सम्प्रसारणम् इति अनेन तत्र यकारस्य एव सम्प्रसारणं भवति न तु वकारस्य अतः य यत् अस्ति तस्य सम्प्रसारणं भवति परन्तु तदपि अपित् प्रत्ययस्य एव भवति पित् इत्यस्य न भवति अवगतं वा अत्र केवलं भाव्यद्योगः तत्र अस्माकं सामान्यकार्यं तत्र अपृत् एकाल् प्रत्ययः किल अनेन किं भवति तकारस्य लोपः भवति तावदेव तावदेव इदानीं अत्र सकारस्य लोपः भवति. सम्यक्. इदानीं अतः तत्र वा व्यत् अस्ति चेत् अवाप्यत् इति सर्वत्र लूलङ्घितुं षडुदातव इत्यनेन तडागमः भवति खलु महोदय. अतः तत्र अवाप्यत् एव तिष्ठति खलु. तत्र जष्ट्वं चत्वं करणीयं सामान्यं यत् कार्यं तदेव. अत्र तकारः अस्ति. अत्र जलं जस् जशि इत्यनेन तृतीयवर्णः भवति. जलं जलां जशोन्ते अन्ते किल पदस्य अन्ते जश्वसन्ति. जलां जशोन्ते इत्यनेन अत्र तृतीयवर्णः भवति. अतः तत्र अवा द्यत् इति तृतीयवर्णः. इदानीम् अत्र वा अवसाने इत्यनेन सकारः भवति करीच इत्यनेन. अत्र अतः रूपं द्वयं भवति अवा व्यत् अनन्तरम् अवाव्यत् इति भवति. सम्यक्. अवाव्यत् इति भवति. अस्तु इदानीं गीत् अस्ति. गीत् अस्ति तत् तु एकनिमिषम् ईत् अस्ति. अवाव्यत् अस्ति. इदानीं ईत् अस्ति. अत्र गुणनिषेधः भवति अतः तत्र वर्णमेलनमेव. परन्तु अत्र ईत् अस्ति अतः तत्र अजादि अपि अस्ति. एकनिमिषम् अजादि पित् अस्ति. पित् अस्ति अजादि पित् अस्ति. परन्तु अत्र नाट्यस्थ इत्यनेन अत्र गुणं निषेधः. सत्यं. परन्तु अत्र तु गुणवर्णः एव नास्ति किल. इगन्तः नास्ति. अतः नास्ति चिन्ता. केवलं निमित्तमेव नास्ति. अतः तत्र अवाव्यदीत् इति भवति. अवाव्यदीत् इति भवति. समीचीनम्. अनन्तरं ताम् अस्ति. एतदपि अलादि अपित् अस्ति. अलादि अपित् अस्ति चेत् अत्र किमपि कार्यं नास्ति एव. परन्तु अपित् अस्ति चेत् इदानीं सम्प्रसारणं सम्यक् भवति. एकनिमिषं. सम्प्रसारणं भवति. अतः तत्र अवा व्यत् इति अस्ति. अतः तत्र न सम्प्रसारणे सम्प्रसारणम् इत्यनेन प्रथम एकवर्णस्य प्रथम एकजनः इति कार्यम् अत्र न भवति. द्वितीय यकारस्य एव कार्यं भवति. अतः यकारस्य स्थाने इकारः भवति. इदानीं अवावीद् इति भवति किं महोदय. अवाविद् अवाविद् अनन्तरं तत्र दकारः अस्ति. ताम् अस्ति. कार्यं भवति किल पुनः अवाविदताम् इति भवति. जशस्ततोर्दः इत्यनेन तत्र दकारः भवति. चतुर्थवर्णः. अतः तत्र अवावीदथाम् इति भवति. अनन्तरम् अत्र जलां जशौते इत्यनेन तृतीयवर्णः भवति. अनन्तरं वा अवसाने इत्यनेन न तद् सर्वं न भवति. अवसानं नास्ति किल. अवसानमेव नास्ति किल. अतः अवाविद्धाम् अल्पप्राणतकारः महाप्राण अवाविद्धाम् अवसानः. तत्र अवा प्रथम विषये अत्र अवसानः आसीत्. अत्र तु अवसानः नास्ति. इतौ प्रत्ययः अस्ति किल धाम् इति. अग्रे प्रत्ययः अस्ति. अतः अवसानः नास्ति इति कृत्वा अत्र जलां जशि इत्यनेन तत्र धकार महाप्राणस्य अल्पप्राणः जातः. अवाविद्धाम् इति तावदेव तत्रैव तिष्ठति. अवाविदाम् इति भवति. अवाविदां सकारस्य स्थाने तृतीयवर्णः. अनन्तरम् अत्र अ अस्ति एव खलु महोदय आम् सत्यम् उहु एव अवा व्यत् अस्ति उहु अस्ति एतदपि अजादि अपित् अस्ति अजादि अपित् अस्ति चेत् अत्र सम्प्रसारणं भवति एतदपि न सम्प्रसारणे सम्प्रसारणम् इत्यनेन प्रथम एग् यनः इति कार्यं न करोति द्वितीयवर्णः एव यकारस्य स्थाने इकारः भवति अतः तत्र अवा वीदुः इति भवति तत्रापि जलां जषन्ति इति जषवर्णः नास्ति किल उहु इति आम् अजादिवर्णः एव अतः तत्र एतदपि कार्यं नास्ति एव अतः तत्र अवाव्यदुः इति भवति अवाविदुः इति भवति सत्यम् इदानीम् अत्र सकारः अस्ति अवाव्यद् अस्ति अत्र सकारः भवति सकारः तु लङ् मध्ये अहिगाभ्य दीर्घात् श्रुते सकृप्तम् इत्यनेन तत्र सकारस्य लोपः भवति अनन्तरम् अत्र एतत् पित् अस्ति अतः तत्र सम्प्रसारणकार्यं न भवति एव अतः तत्र अवा व्यद् तावदेव खलु महोदय अवाव्यद् एव तत्र जलां जषन्ते पुनः जलां जषन्ते इत्यनेन अवाव्यद् इति तृतीय वर्णः चतुर्थवर्णस्य स्थाने तृतीयवर्णः अवाव्यत् इति अवाव्यत् अवाव्यत् अवाव्यत् वा अवसाने इदानीं तत्र पूर्वम् एकं सूत्रं वयं पठितवन्तः दश्च इति 8275 अनेन किं भवति दकारान्तस्य धातोः पदस्य सिपि परतः रुः भवति अथवा दकारो वा अतः तत्र अवाभ्यः इति अपि एकं रूपम् अस्ति अतः तत्र खलु महोदय दकारस्य स्थाने एव रुः आगच्छति षश्च अनेन अतः तत्र अवाभ्यः दकारः आगच्छति अवाव्यदः इति भवति एकरूपम् अनन्तरम् अत्र करवसाने न वा अवसाने इत्यनेन दकारस्य स्थाने तकारः भवति वा महोदय सत्यम् अतः रूपं द्वयं भवति अवाव्यः अवाव्यः व्यत् इति अवाव्यत् इति भवति रूपं त्रयं भवति सत्यं इदानीम् अत्र तम् अस्ति तमपि अत्र अवाव्यद् योगः तं भवति अत्र अपि जशस्ततोर्धोतः इत्यनेन प्रथमवर्णस्य स्थाने दकारः भवति इदानीम् अत्र एतत्तु तम् अस्ति अपित् अस्ति अतः तत्र न सम्प्रसारणे सम्प्रसारणम् इति भूत्वा अत्र द्वितीय यकारस्य स्थाने इकारः भवति अवाविदम् इति भवति प्रथमम् अनन्तरम् अत्र जलां जषि न जलां जषन्ते इत्यनेन सम्यक् एव जलां जषि यत्र यत्र प्रत्ययः परः अस्ति जलां जषि सम्यक् एव जलां जषि इत्यनेन चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति अतः तत्र अवाविदम् इति भवति. समीचीनं भवति. सम्यक् अवाविद्धम् अवाविदम् अनन्तरम् अवाविदत्थ इति भवति. अवाविद्ध सत्यम् अम् वृतम् इदानीम् अम् भवति अवा व्यतम् अवा व्यत् योगकम् अम् भवति. अत्र गुणं भवति परन्तु एतत् अजादि प्रत्ययः अस्ति. तित् अस्ति चेत् अत्र तित् अस्ति एव खलु महोदय अत्र अम् इति. आं सत्यं, परन्तु तत्र इक् वर्णः एव नास्ति किल. यदा इक् वर्णः नास्ति तद् चिन्तनं एव न आवश्यकम्. अतः तत्र अवाव्यदम् इति भवति. अवाव्यदम् अनन्तरम् अत्र योजनेन एतत् हलादि अपित् अस्ति. हलादि अपित् अस्ति चेत् अत्र हलादि अपित् अस्ति चेत् अत्र न सम्प्रसारणे सम्प्रसारणं भवति. अतः तत्र अवाभिद्म इति भवति. सम्यक् तदेव समीचीनं. धन्यवादः महोदय. भवानेव यङ् उक्त्वा अग्रिमं क्षम्यतां विधिलिङ्ग् उक्त्वा अग्रिमदातुः स्वीकरोतु. तत्र सर्वत्र सम्प्रसारणं भवति नित् अस्ति इति कृत्वा वा विध्यात् अनन्तरवर्णमेलनं किमपि नास्ति, जस्त्वं न भवति. वा विध्यात् वा विध्यातां वा विद्युः वा विद्याः वा विध्यातं वा विध्यात वा विद्यां वा विद्याव वा विद्याम इति अग्रिमः अग्रिमदातु अग्रिम अस्ति. वा वश् एकनिमिष तत्र वावश्योगति खलु एकनिमिष ति अस्तु तितः अस्ति. अत् वावश् योगति वावश् योगति तत्र सम्प्रसारणं न भवति कुत्रापि. वश् न भवति सम्प्रसारणं न भवति कुत्रापि न भवति. आम् प्रथमत्रयः एव तत्र सम्प्रसारणं यङ्लुकि भवति. अन्येषां तु न भवति. अतः वावश् आरभ्य न भवति एव कुत्रापि न भवति यङ्लुक् वावश् योगति तत्र षत्वं व्रश्च व्रश्च राजचषामित षत्वं वावश् योगति ष्टुत्वं वावश् वावश् योगति वावष्टि अनन्तरं वावशीति इति भवति. अनन्तरं वावश् योगतः अत्रापि षत्वं ष्टुत्वं वावष्टः अग्रे वावश् योगति केव अति वर्णमेलनं वावशति भवति. किमर्थमिति अजादि अस्ति इति कृत्वा न भवति षत्वं. वावश् योगसि वावश् योगसि अत्रापि षत्वम् अनन्तरं षडः कः अस्ति इति वावक्षि इति भवति. सत्यं षकारस्य ककारः भवति वावक्षि अनन्तरं क्षम्यता वा अनन्तरं वावक्षि अनन्तरं षत्वं भवति आदेशपत्रे इत्यनेन वावक्षि. सत्यं वावशी वावहि वावशीः वावशीः अस्तु. वावष्टः वावष्ट अत्रापि ष्टुत्वं वावश् योगतः तत्र वावश् षकार अनन्तरं तक वावष्टः वावष्ठ इति तत्र प्राणठकारः वावष्टः वावष्ट वावश्मि अत्र किमपि नास्ति. वावशीमि वावश्वः वावश्मः वावष्टि वावशीति वावष्टः वावशति वावक्षि वावशीषि वावष्टः वावष्ट वावश्मि वावशीमि वावश्वः वावश्मः इति रूपं तदेव भवति. एकनिमिषं तत्र अरुणा भगिनी भवती लोट् वदतु, अहम् आगच्छामि. सोर्बेल् अस्ति इदानीं, वदतु. क्षम्यता. अत्र सम्प्रसारं न भवति. ग्रहीज्या वै व्यधि व्यष्टि पृच्छति पृच्छति पृच्छति किदिति च इति सूत्रेण ततः वावस्युवः तु वावस्तु भवति. वावस्तु युवतात् खित् अस्ति प्रति दृष्टमस्ति कृतः वावस्योगः तात् व्यावस्तात् भवति. वावस्योगः तां वावस्ताम् अस्तु भगिनि. वावस्योगः महोदय, वावस्योगः किं महयोगः किं महयोगत्वं भवति खलु तत्र कुत्र महोदय? न न, वावष्टु वावशी तु वावष्टात् तत्र शकारस्य भवति खलु. शकार शकार तालव्यशकारस्य मूर्धन भवति खलु. अनन्तरं श्रुत्वं भवति इति उक्तवती वा? न महोदय. चशांसः तत्र वा खलु, व्रश्च व्रश्च सत्त्वम् स्मः महोदय. प्रथममेव वास्ति वावष्टु नास्ति किल, वावष्टु भवत्या भगिनि. न न न, तत्र भ्रश्च भ्रश्च सृजमिज इति एकं सूत्रम् अस्ति किल, दीर्घसूत्रम्. अत्र चषां शः अनेन शः श भवति. अत्र तालव्यस्य शृणाष्टु शृणाष्टु अनन्तरम् अनन्तरं शृणाष्टु वाविष्. अत्र सकारस्थाने मूर्धन्यषकार आगच्छति. वाविष्टु भवति वा वष्टु एव वा वष्टु एव. ओके, खात् अस्ति, अपित् अस्ति, सम्प्रसारं न भवति. पुनः व्रश्य व्रश्य ओ पुनः वावश्यगतात् चुनासुः इत्यनेन वावस्तां वावस्तात् भवति. सम्यक्. वावश्चेतु केवलं वर्णमेलनमेव. वावश्चेतु वावश्योगः ताम् ताम्. ओके, अत्रापि व्रश्च भ्रश्च सृजमृज इति सूत्रेण शकारस्थाने मूर्धन्यषकार, तदनन्तरं चुनास्तुः वावष्टां भवति. वावष्टाम् अत्तु अत्तु अजन्तम् अस्ति, वावस्तु भवति. वावस्तु वावश् इव हि अत्र अत्रापि व्रश्च भ्रश्च कार्यं करोति भगिनि. शकारः यकारः अस्ति चेत् किं भवति? तस्मात् पूर्वमेकं कार्यमस्ति, पूजल्भ्यो हे हेर्भिः इति किल, अङ्गकार्यं पूजल्भ्यो हेर्भिः इत्यनेन हि स्थाने दि आदेशः भवति. ओके, वावश् धि प्रथमम् प्रथमं पूजल्भ्यो इत्युक्ते न हि स्थाने जीवति. तदनन्तरं वस्त्रप्रतिशुद्धेन वावश् युगः धि वषधि भवति वा. तत्र पुनः जष्ट्वं षकारः दकारः किल, अतः तत्र धि स्थाने धि भवति किल, धि भवति. अनन्तरं तद् अतः तत्र षकारस्य स्थाने अपि जष्ट्वं भवति. न न क्षम्यतां, षड् ष्टुनाष्टुः अनन्तरं जलां जश् जलां जश् एव पूर्वम् आगच्छति. तस्य सङ्ख्या एव 8 भवति किल, ष्टुत्वम् अनन्तरम् आगच्छति. अतः आं महोदय क्षम्यतां, पूर्वं खलु जलां जश्जसि अनन्तरं खलु आमामां जलां जशोन्ते इत्येव 8 जलां जश्जसि इति अनन्तरम्. अतः ष्टुत्वं भूत्वा ष्टुत्वं भूत्वा अनन्तरं जष्ट्वं भवति, अतः बाबड्डि इति भवति. अल्पप्राणडकारः महाप्राणडकारः तृतीयचतुर्थवर्णः बाबड्डि इति रूपम्. अवगतं वा भगिनि? आं भगिनि, आं भगिनि. वश्योगः तात् तात् पावश् वस्त्रव्रतसृज इति सूत्रेण सकारस्थाने मूर्धन्यशकः वावश् योगः तात् सुनास्तुः इत्येन वावस्तात् भवति. अतु वर्णमेलेव अवश्यतु, अत्र सकारः न आगच्छति इति कृत्वा अस्तु इति अजन्तदातुः अदन्तप्रत्ययः अस्ति. अजादिप्रत्ययः केवलं वर्ण नो भाविषत्तु एव भाविषत्तु भवति. योगः हि अत्रापि हि स्थाने जलां यश् तदेव कृतवती किल इदानीं पूजल्भ्यो हेर्भिः अनन्तरं तत्र व्रश्च व्रश्च चायेन तदनन्तरं किं सूत्रेण विस्मृतां जष्ट्वं तृत्वम् इत्यनेन द्विस्थाने तृतीयवचने भवति भगिनि वा वर्ष न तदेव वयम् इदानीं कृतवन्तः किल वावश् योगः हि इत्यत्र पूजल्भ्यो हेर्भिः इत्यनेन धि हि स्थाने धि वावश् योगः धि अनन्तरं भ्रश्च भ्रश्च इत्यनेन ताळव्यषकारस्य स्थाने मूर्धन्यषकारः वावश् योगः धि. अनन्तरं किं तत्र शः श अस्ति ध अस्ति मूर्धन्यषकारः धकारः, अतः अस्माकम् अष्टुनाष्टुः हि भवति चतुर्थवर्णः ध. अनन्तरम् इदानीं जष्ट्वं वा बड्ढि इति रूपम्. ओके, वा तात् अस्ति अत्र अपि वा वश्योः तात् अत्रापि प्रथमं जलां जलं जशो चतुर्थः इत्यनेन स्थाने धकारः धातुः भवति दष्टभर्तु सृजमुच इत्यसूत्रेण वृषकार तान्दवेशकारस्थाने मुद्दनेशकारः आगच्छति तदनन्तरं चुनाष्टुः इति वृषयुग धात् वावश्योगः धात् न तु धात् जषन्तः भवेत् किल जषस्ततोर्दोर्धः इत्यस्य अत्र तु जषन्तः नास्ति किं भगिनि वावश् अत्र वावश्योगः तात् ताळ तत्र व्रश्य व्रश्य इत्यनेन ताळव्यस्य मूर्धन्यः वावश् योगः तात् इदानीं षकारः तकारः अस्ति शृणाष्टुः इत्यनेन तत्र श्रुत्वं वावश्चात् तावदेव तत्र जषस्ततोर्दोर्धः इत्यस्य प्रसक्तिः एव नास्ति किमर्थं ततोः इति ततो जषस्ततोः किल तकारतकारयोः परेव तस्य कार्यम् अत्र जषन्तः अपि भवेत् धातुः जषन्तः भवेत् अनन्तरं सकारतकारयोपरि कार्यम् इदानीं सकारः तु अस्ति परन्तु जषन्तधातुः नास्ति किल अत्र प्रथमं अष्टभ्रष्टसृजयति वावश्युभ तं श्रुतमुत वावस्तं भवति वावश्यभः अतु वर्णमेलनमेव वावशतु वावश्युभः हि अत्रापि हि स्थाने हि आगच्छति तद् अभवत् भगिनि आनि आवाम Earlier, I did that too only, Bhagini. No, no, you did that, Bhagini. We have done Pratama Purusha and Madhyama Purusha. We have to do Uttama Purusha. Ani, Ava, Ama. Okay, Vavash, Yogha. Ani, Vavash, Ani, Vavash, Ava, Vavash, Ama. Savadeva, Samya. Dhanyavada. Vijaya, Bhagini, Lung. आं महोदय अत्र अपि इत् ईत् ताम् उः इस् ईः तं त अं व म अस्ति अत्र वा वश् इति यङन्तरूपं भवति इदानीं वा वश् योगः वा वश् योगः इत् अत्र प्रथमम् अङ्गकार्यम् अत्र शकारस्य व्रश्च व्रश्च इत्यनेन मूर्धने शकारः भवति वा वश् इति भवति वा वश् अनन्तरं तत्र तकारः अपृक्त हल् वर्णः अतः तत्र अल्गाव्य दीर्घात् सुति सपृक्तम् इत्यनेन अत्र इति भवति लोपः भवति इदानीं वा वश् अनन्तरं किमपि कार्यं नास्ति तत्रैव तत्रैव तिष्ठति जष्टुं भवति जष्टुं भवति चेत् अत्र जलां जषन्ति इति डकारः भवति वा वड् इति इदानीं अवावड् सर्वत्र लुङ् लौङ् लृङ्ष् अडुदातः इत्यनेन अडागमः भवति एतदपि आद्यन्तौ टकितौ इत्यनेन धातोः प्राक् आगच्छति अतः अवावड् इति भवति अनन्तरं वा अवसाने इत्यनेन अवावट् इति रूपं द्वयं भवति इदानीम् इदानीमत्र ईत् अस्ति ईत् अत्र अवा वश् योगः ईत् तत्र अपि वृष वृष सृज मृज यज राज राज अपृक्ते एकाल् अत्र किमपि कार्यं नास्ति एव अतः तत्र अवावशीत् इति भवति सत्यम् अवावशीत् इति भवति अनन्तरम् अत्र ताम् अस्ति ताम् अतु ताम् इत् हलादि अपित् अस्ति, हलादि अपित् अस्ति चेत् अत्र अत्र हलादि अपित् अस्ति चेत् अत्र अवा बश् इति भवति. अत्र हलादि प्रत्ययमस्ति अतः तत्र व्रच्च व्रच्च इति कार्यं करोति खलु महोदय? सत्यं सत्यं तत्तु करोति एव. अवा व्रश् इति मूर्धन्यषकारः भवति तत्रापि तत्रापि अत्र जलां जशन्ति इत्यनेन डकारः भवति अनन्तरं वा अवसाने इत्यनेन कदिच सूत्रम् अवसानं नास्ति प्रत्ययः परः. एतत् एव मम क्लेशः अस्ति महोदय. अवसानः इत्युक्ते अवसानः इत्युक्ते अग्रे किमपि न भवतु, यदा किमपि विरामो अवसानं किल. अत्र विरामः नास्ति, अत्र तु अग्रे प्रत्ययः अस्ति. यत्र तत्र अग्रे किमपि नास्ति, एकमेव पदम् अस्ति चेत् तत्र कार्यं भवति. अत्र अभवत् इति अस्ति चेत् तत्र अभवत् अभवद् इति तत्र रामात् रामात् रामाद् इति भवति. परन्तु अत्र तु किमपि प्रत्ययः अस्ति किल अग्रे, प्रत्ययः अस्ति. तामिति यदा प्रत्ययः अस्ति तत्र जलां जश् जशि इत्यनेन जष्ट्वं तु भवति एव, परन्तु वा अवसाने इत्यनेन चर्त्वं न भवति. यदा तत्र चर्त्वस्य करीच इत्यनेन अवसरः अस्ति चेत् भवति, अत्र तस्यापि अवसरः नास्ति अतः तदपि न भवति. अतः तत्र अवा वड् एव तिष्ठति वा? अवा वष्टां तां किल, ताम् इति प्रत्ययः अवा वष्टाम्. अत्र स्टुना सुगु अपि कार्यं करोति अतः अवा वष्टाम् इति भवति. अनन्तरम् अत्र अवा उहु इति अस्ति, अवा वश् भवति, अनन्तरम् उहु भवति. अत्र अत्र अपि कार्यं किमपि नास्ति महोदय, अतः तत्र अवा वशुः वा? सम्यक् तदेव, अवा वशुः इति भवति. अनन्तरम् अत्र लङ् हि लङ् हि प्रत्ययः अस्ति, अवा वश् अस्ति, अवा वश् योगः इस् अस्ति. अत्र अवा वश् इत्यस्य मूर्धन्य सकारः भवति, अवा वश् इति भवति. अनन्तरं सकारः तु अपृक्त हल् एकाल् एक हल् अस्ति अतः तत्र हल्द्याभ्यदीर्घातस्तुति सपृक्तम् इत्यनेन तत्र सकारः लोपः भवति. अतः तत्र अवा वश् इति मूर्धन्य सकारः. इदानीम् अत्र अत्र जलां जशन्ते इत्यनेन अवा वड् इति भवति. अनन्तरम् अत्र प्रत्ययः नास्ति एव खलु महोदय? अत्र प्रत्ययः नास्ति, इदानीं प्रत्ययः नास्ति, अवसानम् अस्ति एव. अतः तत्र अत्र वा अवसाने इत्यनेन अवा वट् इति भवति, अतः रूपं द्वयं भवति. सम्यक् तदेव. अनन्तरम् अत्र ईहि अस्ति, ईहि अत्र किमपि कार्यं नास्ति अतः तत्र अवा वशीः इति भवति. अनन्तरं तम् अस्ति, तम् अस्ति चेत् अत्र अवा वष्टम् इति भवति. सुनाष्टुः कार्यं भूत्वा अवा वष्टम् अवा वष्ट. अनन्तरम् अम् व म अत्र अवा वष्टम् इति भवति, अवा वष्टम् अवावशम् अवावश्व अवावश्म इति भवति. धन्यवादः महोदय, भवतः क्रमः एव पुनः एकांश वावश्ययोग यात् यात् वावश्य यात् किमपि नास्ति वर्णमेलनमस्ति वावश्यात् किमर्थं षत्वं न भवति जल् नास्ति इत्युक्त्वा वावश्यात् वावश्याताम् वावश्युः वावश्याः वावश्यातं वावश्यात वावश्यां वावश्याव वावश्याम् वश् इति किमस्ति वश इति कान्तौ वा वश् इति कान्ति वा प्रायः तदेव वसत् आं तदेव अर्थः एकवारं पश्यामि किं भवति वदति वाक्यं वावश् अत्र अयोध्यायां रामस्य विग्रहः वावशति वावष्टि इति भवति वावष्टि कान्तौ एव वश् कान्तौ अदादिः टु विश् टु लाङ्ग् फार् टु डिसैर् तदेव वष्टि तत्र तर्हि रामस्य अयोध्यां द्रष्टुं जनाः वावशति जनाः वावशति इत्युक्ते टु डिसैर् आम् परन्तु पुनः पुनः गच्छति वा अतिशयेन इच्छा अस्ति वा तादृश अर्थः अपि भवेत् किल मूर्तिः यदा तस्य प्रतिमा अस्ति तद् तस्य विषये वक्तुं शक्नोमि तदेव तर्हि रामस्य मूर्तिः वावष्टि तद् सम्यक् तत्र अस्माकं तत्र कत्तरी लट्लकारे तत्र वष्टि उष्टः उषन्ति इति रूपं भवति सम्प्रसारणं भूत्वा अतः वश्मि उष्वः उष्मः उष्मः ताळव्यशकारः एव उष्मः इति रूपं तत्र भिन्नरूपेण अस्ति यङ्लुगन्तसरलमस्ति अस्य अपेक्षया वेच् धातु वेच् वेच् एकनिमिषं वेच् अस्ति खलु वा वेच् क्षम्यतां वेच् वेच् वा वेच् इति भवति वा वेच् योगति तत्र चोः कुः वा व्यक् योगति वा व्यक्ति वर्णमिरणं वा व्यचीति इति अनन्तरं वा व्यक्तः वा व्यचति वा वक्षि वा व्यक्षि इति भवति तत्र कुत्वम् अनन्तरं षत्वं वा व्यक्षि इति भवति वा वचीषि वा वक्तः वा वक्त वा व्यक्ष्मि वा व्यक् वा व्यक् क्षम्यतां वा व्यक्तः वा व्यक्त वा व्यक्ष्मि वा व्यचीमि वा व्यच्वः वा व्यच्मः इति तत्र केवलं वर्णमेव कुत्वं न भवति सत्यं चोः कुः कार्यं भवति तत्र करीच इति पर्जन्यवत् तत्र रूपस्य परिवर्तनं नास्ति अतः तत्र व्यच् इति व्याजीकरणे टु डिसीव् टु चीट् व्यच् वञ्चन ओके जना वञ्चनं करोति तत्र तद् वक्तुं शक्यते वारं तत्र राजकारिणः तत्र अथवा किं राजकारण इति वदति वा राजकारिण वा पोलिटिशियन्स् इति किं भवति अत्र राजनीतिज्ञः राजनीति ये जानन्ति जानन्ति सः राजनीतिज्ञः राजनीतिज्ञः नास्ति राजनीतिज्ञः न सन्ति ते राजनीति न जानन्ति एव नास्ति तेषां अनीतिज्ञः तादृशं ते जनान् वा व्यचति समीचीनं तत्र आगच्छति लोट् कुर्मः धन्यवादः महोदय भगिनी अरुणा भगिनी लोट् वदति वा अत्र केवलं शोः कुः इत्येव कार्यं वेच् योगः तु चोहोकु इति चकारस्थाने ककारः व्यावृत्तु भवति. तात् अत्रापि व्यावक्तात् तात् व्यावक्तु वावक्तु वावक् वावक् व्यवहरसि हि स्थाने धि भवते इति मन्ये मन्ये. सत्यं चकारस्थाने हकार आगच्छति वावच् खायोः धि जश् भवति किं सत्यं धि भवति वावद्धि सत्यं वाव्यग्धि तात् तात् अत्रापि वाव्यक्तात् भवति वाव्यक्तं तं वामत्यं वाव्यक्तं व्यावक्ता भवति वाव्यक्तानि वाव्यचानि सारि वाव्यचानि व्यवचाम वैवचाम समीचीनं सम्यक्. केवलं चोहोकुः इत्यस्य कार्यं. धन्यवादः भगिनी. विजया भगिनी लङ् वदति वा? आम् अत्र वाव्यच् इति अस्ति. अत्र सम्प्रसारणं ग्रहीजा व्य एतत् ग्रहीजा वै व्यदि अत्र व्यच् न भवति किल. सम्प्रसारणं न भवति. सम्प्रसारणं प्रथमत्रयः एव ग्रही जा वै तत्र किमपि जाज्या इति आसीत् तत्र एव आसीत्. इदानीं तु न भवति. यङ्ग् लुक्कि न भवति. कुत्रापि न पित् कुत्रापि न भवति. केवलं चोहुकुः कार्यम् आम् इदानीं चोहुकुः कार्यं करोति. अत्र तत् इदानीम् अत्र लङ् इत् अस्ति वा व्यच् इति भवति. चकारस्य स्थाने चोगुकुः इत्यनेन ककारः भवति. प्रथमवर्णस्य स्थाने यथासङ्ख्यमन्देशः इत्यनेन वा व्यक् इति भवति. अनन्तरं तत्र तकारः एकाल् हल् एकः एव अपृक्त हल् वर्णः अस्ति अथवा तत्र लोपः भवति. अत्र वा व्यक् एव तिष्ठति खलु महोदय? आम् अत्र जलां जशि न जलां जशौन्ति इत्यनेन जलां जशौन्ति इत्यनेन रूपं द्वयं भवति. अनन्तरम् अत्र ईतु अस्ति न ईति अस्ति ईत् अस्ति लङ् ईत् अस्ति. अत्र किमपि कार्यं नास्ति. अत्र तत्र वाक् वाक् व्य वाक् व्यचीत् इति भवति. अवाव्यचीत् अवाव्यचीत् इति भवति. अनन्तरं तत्र तात् अस्ति. तात् इति अपृक् न किम् अस्ति अज हलादि हलादि अपित् वर्णः अस्ति. अत्र अवा इदानीम् अवाव्यच् अस्ति. तत्र चोः कुः इत्यनेन अत्र कार्यं करोति खलु महोदय? अत्र भगिनि अत्र पदान्ते जलवर्णः जलवर्णे परे अस्ति खलु महोदय? अतः तत्र चोः कुः कार्यं करोति. अतः तत्र अवा व्यक् अवा व्यक्तात् इति भवति. अत्र भवति सत्यम् अवाव्यक्तात् सत्यम्. अनन्तरं उः अस्ति. उहु अत्र किमपि कार्यं नास्ति, अवा व्यच् इति अस्ति, अत्र जलवर्णः नास्ति, अतः तत्र अवा व्यच् एव तिष्ठति खलु. न न अत्र किम् अस्ति, अवा व्यक्तात् उः उः अवा व्यच्छुः इति भवति, अवा व्यच्छुः व्यचुः इति भवति. अनन्तरं इस् अस्ति, अवा अवा व्यच् अस्ति, अत्र जलवर्णः अस्ति, अतः तत्र अवा व्यक् इति भवति, अवा व्यक्. अनन्तरं सकारस्य स्थाने हल्क्यापि दीर्घतुश्रुति सप्तम् इत्यनेन लोपः भवति, अत्र अवा व्यक् एव तिष्ठति. इदानीम् ईहि भवति, ईहि अपि ईहि गुणकार्यं भवति, परन्तु अत्र गुणनिषेधः भवति. अत्र ततः तत्र अवा अवा व्यचीः इति भवति, अवा व्यचीः इति भवति खलु महोदय? सत्यम्. इदानीं ताम् तम् अस्ति, पूर्वमेव दृष्टवन्तः तम् इति अत्र अवा व्यच् तम् अस्ति, अत्र जलवर्णः अस्ति, अतः तत्र अवा अवा व्यक्तम् अवा व्यक्तम् इति भवति, अवा व्यक्तम् इति भवति. अनन्तरम् अवा व्यक्त, अनन्तरम् अवा व्यच् अस्ति, अवा विचम् अवा व्यच्छम् इति भवति, अवा व्यचम् अवा व्यचम् अवा विच्व अवा विच्म इति भवति. समीचीनं वा महोदय? सम्यक् सम्यक् तदेव, अवा व्यच्व अवा विच्व. धन्यवादः भगिनी. धन्यवादः महोदय. भवान् वा वेच् योग या तत्र किमपि नास्ति, वर्णमेलनमेव. वा वेच्छ्यात् वा वेच्छ्यातां वा वेच्छुः वा वेच्छ्याः वा वेच्छ्यातां वा वेच्छ्यात वा वेच्छ्यां वा वेच्छ्याव वा वेच्छ्याम इति. अग्रे इदानीम् अग्रिमः अस्ति वाव्रश्च वाव्रश्च इति अस्ति. वाव्रश्च योग ति वाव्रश्च योग ति वा वाव्रश्च योग ति वा षकारः व्रश्च व्रश्च इत्यनेन वा वाव्रश्च वाव्रश् योग ति स्तुत्वं वाव्रष्टि इति भवति. वाव्रष्टि इति तत्र एकं कार्यमस्ति, संयोगान्तम् अस्ति, संयोगान्तः अस्ति सः एकं कार्यम्. ओ अस्तु, तत्र षकारः अस्ति खलु, तत्र तत्र सकारस्य सकारस्य लोपः भवति. क्षम्यतां, तत्र सकारस्य सकारस्य एकनिमिष वाव्रष् वाव्रश्च खलु, वाव्रश्च अस्तु अस्तु. अत्र स्को संयोगाद् अन्ते चैत्येन तत्र सकारस्य लोपः भवति खलु. किमर्थं तद् इदानीं षकारः मूले सकारः आसीत् अत्र अत्र लौकिकधातुः अस्ति. इदानीम् अत्र सकारस्य लोपः भवति, अत्र वयं जानीमः खलु तत्र किमस्ति. अत्र एकम् एक कारिका अस्ति खलु तत्र. सत्यं, तदेव पृच्छन् सन्ति अस्मि. अकृतव्यूहाः पाणिनीयाः पाणिनीयाः अकृतव्यूहाः इति सत्यम्. अतः तत्र वा क्षम्यतां, वाव्रश् वाव्रश् योग वाव्रच्चि इति भवति, अत्र सकारस्य लोप भवति, सकारस्य लोप भवति. अनन्तरं सत्त्वं तत्र यद्यपि चकारः अस्ति तत्र सत्त्वं भवति, तत्र वा वृष्टि योगति वा वृष्टि इति भवति. वावृष्टि इति वावृष्टि इति भवति. अनन्तरं वावृष्टि योग इति अत्र न भवति. किमर्थं तत्र जलि अपि च पदान्ते खलु, जलि अपि पदान्ते न भवति, अतः वावृष्टि वावृष्टि इति जलिपरे एव किल स्कोः संयोगात् योगे च जलिपदे पदान्ते अपि भवति वा भवते भवति खलु द्वयमपि भवति वा स्कोः स्कोः संयोग अपवादः अस्ति खलु अपवादः जल्वर्ण अपवादः पदस्य अन्ते जले संयोगान्तस्य लोपः इत्यस्य अपवादः एव किल. संयोगान्तस्य लोपः केवलं पदान्ते भवति, स्कोः संयोगाद्योगान्ते च जलि पदान्ते च. अत्र संयोगान्तलोपस्य अन्तिमवर्णः भवति, अत्र उपदावर्णः भवति खलु. आं सकारः ककारः किल, यस्य पदस्य अन्ते संयोगः अस्ति, अनन्तरं जल्वर्णः अस्ति चेत् जलि अथवा पदान्ते च सकारककारस्य लोपः. वावृष्टि वावृष्टीति इति तत्र के वर्णमेलनमस्ति अग्रे किम् अस्ति द्विवचने वावृष्योग वावृष्योग सः तत्रापि स्कोः संयोगान्ते चेत् तत्र लोपः भवति सकारस्य. वावृच् योग सः अनन्तरं व्रश्च व्रश्च सृजमजय राजभ्राज चशांसः इत्यनेन वावृष्य योग वावृष्योग सः अनन्तरं स्तुत्वं वावृष्टः वावृष्टः इति भवति. वावृश्च योग अति केवलं वर्णमेव वावृच्छति वावृच्छति इति भवति. वावृश्च योग किमस्ति वावृष्योग सि खलु वावृष्योग सि अत्रापि सकारस्य लोपः. वावृष् अनन्तरं वावृष् भवति शत्वं भवति वावृष्योग सि षडोकः सि वावृक्षियोग सि अनन्तरं वावृक्षि इति भवति आदेशप्रत्ययः वावृक्षि वा वावृश्च योग ईषि वावृष्टीषि इति केवलवर्णमेलनमस्ति. वावृष्योग तः अत्रापि सकारस्य लोपः अनन्तरं षत्वं व्रश्च व्रश्च इत्यनेन षत्वम् अनन्तरं स्तुत्वं ठकारः भवति वावृष्टः इति भवति. वावृष्टः वावृष्ट इति बहुवचने वावृष्टियोग नि वावृश्च वावृष्टियोग नि खलु तत्र अत्र न भवति वावृष्टिम वावृष्टिमि वावृष्टिमि एव भवति. अग्रे वावृश्च वावृश्च योग ईमि वावृष्टीमि इति भवति. वावृष्टियोग वः अत्र वावृष्टियोग वः कोः संयोगान्ते जलिपदान्ते न भवति. वावृष्वः वावृष्म वावृष्मः वावृष्मः इति रूपाणि अत्र नास्ति खलु, किमपि नास्ति. जलि एव किल जबगडदश जलि नास्ति, चकार वकारमकार जलि नास्ति, अतः तत्र केवलं वर्णमेलनं भवति. सत्यं तत्र किमपि नास्ति वावृष वावृष्वः वावृष्मः. समीचीनं महोदय, तदेव एकमेव चिन्तनम् अस्तु. प्रायः विजया भगिनी भवती लोट् करोतु, अरुणा भगिनी लङ् करोति करोति वा लोट् विजया भगिनी. आं भगिनि, अत्र लोट् अस्ति. लोट् तु ईतु तात् ताम् अतु अनन्तरं हि तात् तं त आनि आव आमा अस्ति. इदानीमत्र एकनिमिषं आ अत्र वा व्रश्च इति भवति योगः तु अत्र व्रश्च व्रश्च इति सूत्रेण वा व्रश् इति भवति मूर्धने षकारः अनन्तरम् अत्र तु इति अस्ति तत्र तु स्टुनाष्टुकु वा महोदय तत्तु सत्यं तस्मात् पूर्वम् एकं कार्यमस्ति तदेव महोदयेन अपि उक्तम् इदानीं यदा वाव्रश्च योगः तु इति अस्ति तत्र च ताळव्यषकार चकारयोः संयोगः अस्ति अतः तत्र स्कोः संयोगाद्योरन्ते च इति सूत्रेण तद् षकारः मूले सकारः अस्ति आसीत् अत्र पूर्वमेव वयम् अकृतव्यूहाः पाणिनीयाः इति दृष्टवन्तः नशिष्यमाने निमित्ते तत्र चकारस्य षकारः भवति व्रश्च व्रश्च इत्यनेन इदानीं निमित्तं नशिष्यमाणम् अस्ति इति कारणेन तद् सकारस्यापि स्कोः संयोगाद्योरन्ते च इत्यनेन लोपः भवति यत्र यत्र जलि प्रत्ययः जलादिप्रत्ययः अस्ति तत्र तत्र स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भवति अतः इदानीं सकारलोपः भवति चेत् वाव्रच् इत्येव अस्ति सकारलोपः जातः वाव्रच् योगः तु यदा भवती उक्तवती व्रश्च व्रश्च इत्यनेन मूर्धन्य षकारः वाव्रश् योगः तु इदानीं ष्टुनाष्टुः करोतु अतः तत्र वाव्रष्टु इति भवति सम्यक् तदेव वाव्रष्टु इति भवति अनन्तरम् अत्र ईतु अस्ति ईतु अत्र अत्र अपि वाव्रश्च इति संयोगान्त वर्णः अस्ति अतः स्कोः संयोगाद्योरन्ते च एतेन सकारस्य लोपः तालव्यसकारस्य लोपः भवति अतः तत्र वाव्रच् इति भवति योगः ईतु भवति अत्र किमपि कार्यं क्षम्यता भगिनि ईतु अत्र न भवति ईतु इति जलादिप्रत्ययः नास्ति नास्ति नास्ति आमां यत्र जलादिप्रत्ययः अस्ति तत्र एव भवति तत्र एव स्कोः संयोगाद्यपि पदान्ते अथवा जलिपरे पदान् जलि नास्ति अतः न भवति केवलं वर्णमेल अतः तत्र वा वा व्रचीतु इति भवति वा व्रचीतु अनन्तरं तात् अस्ति तात् जलादिवर्णः अस्ति एव अतः तत्र वा व्रच् इति भवति स्कोवसंयोगद्योरन्ते च इत्यनेन सकारस्य तालविसकारस्य लोपः भवति अतः वा व्रच् इति भवति इदानीं तत्र तात् अस्ति तात् तत्र स्टुनाष्टुः कार्यं करोति खलु महोदय स्टुनाष्टुः व्रश्च व्रश्च प्रथमं वा व्रश् इति भवति वा व्रश् अनन्तरं स्टुनाष्टुः अतः तत्र वा व्रष्टात् इति भवति समीचीनं वा व्रष्टात् इति भवति अनन्तरं वा व्रष्टाम् इति भवति अतु अस्ति वा व्रष्टतुः इति भवति वा व्रष्टतु वा व्रष्टतु अत्र जल् नास्ति अतः तत्र वा व्रश्चतुः इति भवति अतुः अतु इति अतः तत्र वा व्रच् वा व्रच्छतु इति भवति अनन्तरं हि अस्ति वा हि अत्र जलादि एव अस्ति अतः तत्र वा व्रच् इति भवति हि हू जल्व्यो हेर्दि इत्यनेन चतुर्थदकारः भवति अतः तत्र वा व्रच् दि भवति इदानीम् अत्र जलां झष् झषि इत्यनेन स्टुनाष्टुः जलां झष् प्रथमं स्टुनाष्टुः भवति अतः तत्र वा व्रष्टि इति भवति वा व्रष्टि इति भवति प्रथमं षकारः भवति अतः अनन्तरं श्रुणासुकु इत्यनेन वा वृष्टि इति भवति, अनन्तरं वा वृष्टाम् इति भवति, वा वृष्ट इति भवति, आणि आवाम आणि एतत्तु सर्वत्र अत्र गुणः भवति। अनन्तरम् अत्र सर्वाणि अत्र प्रत्ययानि अजादि तिक् अस्ति, परन्तु अत्र किमपि कार्यं नास्ति एव खलु महोदय, अतः तत्र वा अत्र एतदपि स्कोः सय्योगो अद्योरन्ते च इत्यपि कार्यं न भवति, अतः तत्र वा वृक्षाणि वा वृक्षाव वा वृक्षाम इति भवति। समीचीनं, तत्र णत्वं भवति एव किल, वा वृक्षाणि अत्र शकारः अतः अत्र रसाभ्यामः समान न भवति, न भवति शकारस्य बाधा, बाधा अस्ति आकारः, आकारः एव न शकारस्य अपगच्छति, अट् नास्ति, कुप् नास्ति, अट्कुप् अट्कुप्यं सूत्रमेव स्मृतवती, अट्कुप् वाङ्गति आङ्ग् नुम् किल, आङ्ग् अपि नास्ति, नुम् अपि नास्ति, अतः तत्र रसाभ्यां नूनः, रसाभ्यां नूनः समानपदे एतदपि व्यवधानं, परन्तु व्यवधानम् अस्ति किल मध्ये, शकारः चकारः आकारः सर्वम् आकारः अतः बाधा अस्ति न भवति, वृक्षाणि एव तिष्ठति। अस्तु महोदय, धन्यवादः। अरुणा भगिनी लङ् वदतु भगिनी, वा वृक्ष योगः प्रथमम् अनागमः भवति लङ्तः इति आवर् वा वृक्ष योगः अस्ति, अङ्गकार्यमस्ति, संयोगः अस्ति, कोः संयोगात् सूत्रेण सकारलोपभूत वा व्रच् योगः, तकारलोपः भवति कल्नाद्योदीर्घाच्छति सूत्रेण वा व्रच् एव अवशिष्यति भगिनि, तत्र व्रश्च व्रश्च इत्यनेन वा वृश् भवति, षकारस्थाने ढकार भवति, वावृद् वावृद् रूपद्वयं भवति, सत्यं वावृश्च वावृश्च योगः ईत् पद्ममेलनेव वावृश्चित् वावृश्चित् इत्थाम् अत्रापि प्रथमं षकारलोपः भवति कोः संयोगेन वा वृच् योगतां वृश्चभ्रश्च इति सूत्रेण षकार मुद्धन्यषक वा वृष् योगतां सुनाष्टुभिन वा वृष्टां भवति, सत्यं वा वृष्टां उः वर्णमेलने वा वृषुः तत्र भवति किल तत् उहु इत्यत्र युहु तत्र तु न भवति, सत्यं व्रश्च व्रश्च अपि न भवति, किमपि न भवति, केवलं किमपि न भवति, केवलं वर्णमेल वा व्रश्च युगस् व्रश्च शकारलोप भवति प्रथमं वा वृच् युगः सकारलोपः भवति अल्लाभ्यो दीर्घाच्छेन वा वृच् युगः वा वृच् वृष्टसृजनमुदेन वा वृट् समीचीनम्, ईस् नाद भगिनी ईस् आं सत्यम् अस्ति, आवृष्टिमि आवृष्टिः भवति तम् अत्रापि आवृष्टम् अवावृष्टम् अवावृष्ट भवति अम् केवलं वर्णमेलनमेव अवावृष्टान् अवावृष्टम् अवावृष्व अवावृष्म भवति समीचीनं सम्यक् तत्र सर्वत्र तु लोपः न भवति समीचीनं धन्यवादः विदलिङ्ग् भगिनि विदलिङ्ग् वदति वा यातां युः यात् सर्वे अपि अस्ति जल् नास्ति अतः षकारलोपः न भवति वृष्टभ्रष्टसृजापि कार्यं न करोति वावृश्चात् वावृश्चात् वावृश्चातां वावृश्च्युः वावृश्च्याः वावृश्चातं वावृश्यात वावृश्यायं वावृश्याव वावृश्याम समीचीनं सम्यक् धन्यवादः इदानीम् अग्रिमधातुः अन्तिमधातुः सम्प्रसारिणी धातुः पा प्रच्छिति प्रायः विजया भगिनी लट् वदतु महोदयः महोदय लोट् वदति पा प्रच् इति धातुः तत्र अस्माकं सुक् सहितचकारः इति कारणेन तद् स्मर्तव्यम् अस्ति वा विजया भगिनी वदामि प्रच्यते अस्ति पा प्रच्छ अत्र अत्रापि सूत्रद्वयम् अत्र पेपर् अस्तु पा प्रच्छ अस्ति अत्र चकारः अस्ति तत्र व्रच्छ ब्रच्छ विजय जय राज इत्यनेन शकारः भवति तस्मात् पूर्वम् एकं कार्यमस्ति श्वोः षूडनुनासिके च इति सूत्रमस्ति अनेन यत्र यत्र तुक्सहितचकारः अस्ति तस्य स्थाने शकारः आदेशः भवति इच् च तस्य स्थाने ताळव्यशकारस्य आदेशः पा ब्रश् योगः ति इदानीं ब्रश्च ब्रश्च करोतु पाप्रश् योगः किं रूपं करणीयं महोदय लट् रूपं सम्यक् एव इदानीं पाप्रश् इदानीं तत्र प्रथमं किम् आसीत् पाप्रच्छ योगः ति इति आसीत् समीचीनं तत्र संयोगः अस्ति वा इच्छ अस्ति इति अस्ति तद् संयोगः अस्ति संयोगः अस्ति तद् कथम् आगतम् इत्युक्ते तुक् सहितचकारः आसीत् तुक् सहितचकारः यत्र यत्र भवति तत्र श्वोः षूडनुनासिके च इति सूत्रेण तत्र तुक् सहितचकारस्य स्थाने ताळव्यषकारः आदेशः भवति पाप्रश् योगः ति इदानीं रश्च ब्रश्च इत्यनेन पाप्रश् योगः ति इदानीं ष्टुनाष्टुः करोतु आम् आम् आम् ष्टुनाष्टुः इत्यनेन पाप्रष्टि इति भवति तावदेव तदेव कार्यं सर्वत्र भवति इदानीम् इति अस्ति अत्र पा प्रच् इति भवति यदा गच्छति इच्छति रूपं चेच इत्यनेन आगच्छति तादृशमेव अत्र अपि अत्र तुक् स्थगित शकारः अस्ति चेत् अत्र चोः सूडान्ननासिके इत्यनेन अत्र तत् अजादिः अस्ति किल तत्र किमपि नास्ति केवलं नास्ति किमपि किमपि नास्ति एव अतः तत्र पा प्रचीति इति भवति पा प्रचीति अनन्तरं सः अस्ति पा पाप्रश् पाप्रश् प्रश् अनन्तरं तकारः स्तुनासुः इत्यनेन तकारः भवति पा प्रष्टः इति भवति समीचीनं पाप नष्टः अनन्तरम् अति अस्ति अत्रापि किमपि कार्यं नास्ति पा पा प्रचति इति भवति पा प्रचति समीचीनं समीचीनं अनन्तरं सी अस्ति सी अस्ति चेत् अत्र पा पा प्रश् पा प्रश् योगः सी भवति पा प्रश् इति भवति अत्र प्रच्छ प्रच्छ इत्यनेन पा प्रश् इति भवति इदानीम् अत्र षडोः कः सी इत्यनेन अत्र शकारस्य स्थाने ककारः भवति अनन्तरं सी अस्ति आदेशप्रत्ययोः इत्यनेन मूर्धने शकारः भवति अतः तत्र पा प्रक्षि इति भवति वा महोदय पा प्रक्षि अनन्तरम् ईषि षडोः कः सी आदेशप्रत्ययोः आम् अनन्तरम् ईषि अस्ति ईषि अत्र किमपि कार्यं नास्ति अतः तत्र पा प्रचीषि इति भवति पा प्रचीषि इति भवति अनन्तरं ठः इति अस्ति अत्र पा प्रष्टः द्वितीय यथासङ्ख्यम् अनुदेशः इत्यनेन द्वितीय ठकारः भवति अतः तत्र पा प्रष्टः इति भवति अनन्तरं पा पृष्ट इदानीं मी अस्ति मी तु गुणकार्यं भवति परन्तु अत्र पा प्रच् इति अस्ति चेत् अत्र अत्र किमपि नास्ति भगिनि केवलं वर्णमेव अस्तु महोदय पा प्रच्मि इति भवति पा प्रच्व पा प्रच्मि भवति खलु शकारः भवति अनुनासिके च तद् तद् भवति परन्तु अन्यत् किमपि नास्ति षत्वं केवलं ताळम् तत्र चकारस्य स्थाने तुक्सहितचकारः किल अतः तत्र चोः षूडनुनासिके च इत्यनेन तुक्सहितचकारस्य स्थाने शकारः ताळव्यशकारः आदेशः केवलं तत् कार्यमेव भवति अनन्तरम् ईमि इत्यनेन इत्यस्य किमपि कार्यं नास्ति अतः पा पा प्रचीमि इति भवति पा प्रचीमि ईमि योजनेन पा प्रचीमि अनन्तरं वहमः भवति अत्र पा प्रच् पा प्रच्वः पा प्रच्मः इति भवति महापरे अपि पुनः तद् श्वोः षूडनुनासिके च इत्यनेन तत्र ताळवेशकार आदेशः समीचीनं सम्यक् धन्यवादः महोदय भवान् लोट् करोति वा अनन्तरं समापयामः पाप्रच् योग तु अत्रापि षत्वं षूड अनुनासिके चेतन षकारः अनन्तरं षत्वं चच षकारस्य षत्वम् अनन्तरं ष्टुत्वं पाप्रष्टु इति भवति पाप्रष्टु पाप्रचीतु पापृष्टात् इत्येव तत्रापि तथैव पाप्रष्टु इत्येव तथैव अत्र पापृष्टात् इति भवति अनन्तरं तां तत्रापि पाप्रश् पाप्रच् योगतां पाप्रश् योगतां पाप्रष्टाम् इति अनन्तरं पाप्रच्छतु अत्र किमपि नास्ति पाप्रच् योग हि इति अस्ति अत्र भूजल्भेदि पाप्रच् योग धि अत्र पाप्रश् योग धि पाप्रश् योग धि अनन्तरं शकारः अनन्तरं तत्र पाप्रश्योग ढि पाप्रश्योग ढि भवति अनन्तरं पाप्रड्ढि इति भवति अत्र जस्त्वं भवति पाप्रड्ढि इति भवति पाप्रष्टात् इति अनन्तरं तत्रापि षकारः षत्वम् अनन्तरं ष्टुत्वं पाप्रष्टात् पाप्रष्टं पाप्रष्ट इति बहुवचने पाप्रच् योग आनि तथा नास्ति किमपि नास्ति पाप्रच् अस्ति एकनिमिषः पाप्रच् चकारः अस्तु पापृच्छानि पापृच्छाव पापृच्छाम इति किमपि नास्ति अत्र आम् अनुनासिकः तु नास्ति किल अतः केवलं वर्णमेव समीचीनं सम्यक् तदेव भवति लङ्लकारे अपि अत्र किमपि विशेषकार्यम् इति किमपि नास्ति सः वयं प्रायः अग्रिमसप्ताहे अग्रे सरामः इतोपि एकः एव विषयः अवशिष्टः अनुनासिकान्तः आं महोदय अस्तु प्रायः प्रायः तद् एतद् यङ्ग् लुक् वयं कुत्र सेप्टेम्बर् मासे वा आगस्ट् मासे आरम्भं कृतवन्तः वा एतत्तु समापनमेव न भवति बहु दीर्घपाठः आम् एतद् आं महोदय वर्गद्वयं प्रायः अपेक्षितम् द्वादशदातवः सन्ति अतः प्रायः वर्गद्वयम् अपेक्षितं प्रायः पश्यामः अग्रिमसप्ताहे तदेव अस्तु वा भगिनि तकार लङ्लकारे प्रथमं सुक्सहित अस्ति अतः लोपभवति भवति तदनन्तरं शकार डकार भवति तदेव समानकार्यं केवलं तुक्सहितचकारः इत्यनेन श्वोः शूरनासिके च इति योजितं तावदेव अन्यत् सर्वं समानम् धन्यवादः धन्यवादः